नमस्सर्वेभ्यः. अस्माकं प्रवर्तमानविषयः अस्ति गुणः सूत्रसहिता दृष्टिः इति विषयः अनुवर्तते. गते सप्ताहे अस्माभिः विस्तृतरूपेण परिशीलितम् अस्ति सार्वधातुक अर्धधातुकयोः इति सूत्रं कथं, तस्य अर्थः कः इति सम्पूर्णरीत्या अस्माभिः पठितमासीत्. सार्वधातुक अर्धधातुकयोः इति गुणविधायकं सूत्रमस्ति. अत्र गीताञ्जलि भगिनी, अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रं पठित्वा एकवारं वदतु तस्य अर्थः कः इति. अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः. अत्र इकः इति षष्टि अङ्गस्य अपि षष्टि गुणः प्रथम सार्वधातुकार्धधातुकयोः. अत्र इति वदति अङ्गं यत् इक् अस्ति चेत् धातोः सार्वधातुक आर्धधातुक प्रत्यये नास्ति. अङ्गं धातोः अन्ते प्रत्यय अस्ति चेत्, सार्वधातुक आर्धधातुक प्रत्यय अस्ति चेत् तदनन्तरं गुण भवति. कस्य गुणः? इकः अङ्गस्य गुणः. अङ्गम् इत्युक्ते यत् प्रत्यय पूर्वम् आसीत् तत् अङ्गम्. सम्यक्, समीचीनं. सम्यक् भगिनि, तर्हि इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. सम्यक्. अत्र उमा भगिनी वदतु, अत्र सूत्रे कति पदानि सन्ति? अत्र भूधातोः परिवर्तनम् एकक्षणं. सूत्रे सार्वधातुक अर्धधातुकयोः इति सूत्रे कति पदानि सन्ति? धातु न अत्र सूत्रमस्ति खलु, सूत्रं सार्वधातुक अर्धधातुकयोः इति सूत्रमस्ति. तत्र कति पदानि सन्ति सूत्रे इति अनुवर्तिसहितं? अनुवर्ति त्यजतु, अत्र सूत्रे एव पश्यति चेत् अत्र कति पदानि सन्ति सूत्रे? सार्वधातुक अर्धधातुक एकं पदमस्ति खलु? यस्, हा एकं पदम् अस्ति. तर्हि अनुवृत्तिसहितसूत्रे अत्र कस्य अनुवृत्तिः अस्ति? इकः गुणः अङ्गस्य इगन्त अङ्गस्य इकः गुणः. हा, तर्हि अत्र इक् इति पदस्य अनुवृत्तिः अस्ति मिदेर्गुणः इत्यस्मात्. इक् इति पदस्य अनुवृत्ति मिदेर्गुणः इत्यस्मात् गुणः इति पदस्य अनुवृत्तिः अस्ति. अपि च अङ्गस्य इत्यस्य अधिकारः, अतः अङ्गस्य इत्यस्य अपि अनुवृत्तिः अस्ति. तर्हि अत्र सूत्रस्य अस्मिन् सूत्रे परिभाषासूत्राणि कानि परिभाषासूत्राणि सहकुर्वन्ति? परिभाषा अस्तु, अत्र मीना भगिनी सहायं करोतु. भगिनी म्यूट् करोतु भगिनी. भगिनी मीना भगिनी वदतु. किं श्रूयते वा भगिनि? हा श्रूयते, वदतु. अत्र अस्मिन् श्रूयते, हा सार्वधातुक आर्धधातुयोः आर्धधातुकयोः इति सूत्रे एकपदमेव अस्ति. मिदेर्गुणः इति सूत्रात् अनुवृत्तिः भवति. इकः इति परिभाषासूत्रं तत् सूत्रम् अनुवृत्तिरूपेण आगच्छति. सूत्रं किं वदतु भगिनि? परिभाषासूत्रं किम्? इको गुणवृद्धि इति परिभाषासूत्रम् अनुवृत्तिरूपेण आगच्छति. तत्र यत्र इको गुणवृद्धि यत्र यत्र सूत्रेषु गुणः अथवा वृद्धिः इति पदमस्ति तत्र इक् वर्णस्य अङ्गस्य गुणः भवति. एतत् परिभाषासूत्रम् अनुवृत्तः परिभाषासूत्रं सम्पूर्णम् आगच्छति. तस्मात् एव अनुवृत्तिरूपेण आगच्छति. अङ्गस्य इकः विशेषणविशेष्यभावः. तस्मात् अङ्गस्य इक् वर्णस्य गुणः भवति. यस्य अङ्गं पूर्णतया इक् भवति तादृश अङ्गम् इक् अस्ति. अत्र उदाहरणं भू इति उक्ते भू इति अङ्गं नास्ति. भू इति अङ्गं नास्ति वा? किमर्थं नास्ति भू इति अङ्गम्? इक् नास्ति. इक् अङ्गं नास्ति. अङ्गमस्ति प्रत्ययस्य पूर्वं यदपि अस्ति तद् अङ्गमस्ति. परन्तु इक् अन्तं नास्ति. इगन्तं तु अस्ति खलु? इकन्तम् अस्ति. इको गुणवृद्धि इति सूत्रः सम्पूर्णतया इक् वर्णः भवति चेत् एव गुणः भवति. भूधातु सम्पूर्णतया इक् वर्णः नास्ति. उदाहरणम् ई धातु इन् इन् गतौ इति एति इति गुणः भवति. अत्र भूधातु इक् वर्णः पूर्णतया अङ्ग इक् इक् न भवति. अङ्गं पूर्णतया इक् न भवति. तस्मात् अन्यसूत्रं येन विधिस्तदन्तस्य इति सूत्रं साहाय्यं करोति. तत्र परिभाषासूत्रं येन विधिस्तदन्तस्य येन विधिस्तदन्तस्य परिभाषासूत्रं वा भगिनि? किं वदति? केन इति केन गुण कस्य गुणः कथं भवति इति केन इति इत्युक्ते विशेषेण इकः गुणस्य विशेषविशेषभावः. इकस्य यस्य विधिसूत्रेषु इकः अङ्गस्य इति विशेषणकार्यं भवति. इको गुणवृत्ति इति विशेष्यस्य अन्ते भवति. यत् इकस्य अङ्गः विशेषविशेषभावेन विशेष्यस्य अन्ते इकः भवति. तस्य अङ्कस्य गुणः भवति. इक् इति अङ्गं तस्य अन्ते इक् अस्ति तस्य अपि गुणः भवति. तादृशं भगिनि उचितं वा? समीचीनमेव समीचीनमेव. तर्हि अत्र तदनन्तरं तत्र अन्यपरिभाषासूत्रम् अन्यपरिभाषासूत्रं करपत्रं गच्छ पश्यामि. अङ्गस्य इति अधिकारसूत्रम् इको गुणवृद्धि इति परिभाषासूत्रं येन विधि सन्तदन्तस्य इति परिभाषासूत्रम् अलोङ्कस्य इति किं परिभाषासूत्रं परिभाषासूत्रं भगिनि अहं न अस्तु अस्तु. सुमन् भगिनी सहायं करोति अत्र. सुमन् भगिनी पुनः वदतु अत्र. विद्या भगिनी एतानि किञ्चित् विशदीकुर्यतां शक्नोति? हा हा, सुमन् भगिनी तत्र प्रथमतया वदति, तदनन्तरम् अहं वदामि एकवारम्. अत्र सुमन् भगिनी वदतु. सुमन् भगिनी अस्ति वा? न श्रूयते भगिनि. अस्तु, विजयलक्ष्मी भगिनी वदतु. अलोन्त्यस्य इति परिभाषासूत्रस्य अर्थः वा? हा, एकवारं पुनः येन विधिस्तदन् तस्य अपि वदतु, अलोन्त्यस्य अपि वदतु. क्षम्यतां, सम्पर्कः किमपि अभवत्. इदानीं श्रूयते किम्? श्रूयते, वदतु. एकक्षणं सुमन् भगिनी, अत्र विजयलक्ष्मी भगिनी एकवारं वदति. अस्तु, सुमन् भगिनी वदतु. अस्तु, इदानीं तु येन विधिस्तदन्तस्य अभवत् खलु? एकवारं वदतु पुनः. अस्तु, वयं जानीमः अङ्गस्य गुणः करणीयम् इति, किन्तु कीदृश अङ्ग यत् अङ्गम् इक् अस्ति, किन्तु इक् अङ्गं तु नूनम् एव भवति. अतः वयं परिभाषासु इक् अङ्गम् इत्युक्ते किम्? इक् अङ्गम् इत्युक्ते किम्? यत् अङ्गं यत्र इक् अस्ति इति, इत्युक्ते सम्पूर्ण अङ्गम् इक् वर्णम् एव, इक् वर्णः एव. सत्यम्. इत्युक्ते इ धातु, उ धातु तथा एव. इदानीं तत् मास्तु, अतः वयं तु येन विधिस्तदन्तस्य इति सूत्रस्य आवश्यकता भवति. तत् सूत्रं वदति केवलं इक् धातु न ग्रहणं न ये धातवः यत्र इगन्तम् अस्ति तत् अपि गृहीतुं शक्नुमः इति. इत्युक्ते इदानीं केवलं कि धातवः कार्यक्षेत्रे न भवति, कार्यक्षेत्रे किञ्चित् बृहत् भवति, यत्र इगन्तम् अस्ति धातोः अन्ते इक् वर्णः अस्ति तत्र अपि कार्यं भवति इति. अस्तु, इदानीं पुनः प्रश्नः उदेति स्थानि कः इति. स्थानी तु षष्ठी विभक्त्यां तु अङ्गस्य अस्ति, इत्युक्ते स्थानी अङ्गं सम्पूर्ण अङ्गं गुणः कुर्वन्ति चेत् उदाहरणं भू अस्ति, तत्र तत् इक् अङ्गं नास्ति, इगन्तम् अङ्गम् अस्ति, ऊकार इक् वर्णः अस्ति, तत् भू धातोः अन्ते अस्ति, अतः तत् इगन्तं धातुः अस्ति. ओकारस्य गुणः वर्णः भवति ओकारः, किन्तु सम्पूर्ण अङ्गस्य गुणः भवति चेत् सम्पूर्ण अङ्गस्य स्थाने गुणवर्णः आदेशः भवति चेत् भू स्थाने ओ आदेशः भवति. तत् मास्तु, ऊकारस्य स्थाने ओकार आदेशः भवति इति वयं जानीमः भवति इति. इदानीं नूतन परिभाषासूत्रम् अस्ति अलोन्तस्य इति, तदपि परिभाषासूत्रमेव, तदपि अत्र आगन्तुं साहाय्यं करोति. तत् वदति यत्र षष्टि विभक्ति द्वारा पदस्य स्थाने किमपि नूतनम् आदेशः भवति, तत्र सम्पूर्ण अङ्गस्य स्थाने न आगच्छति, अन्त अल्वर्णः यत् अस्ति, अल्वर्णः इत्युक्ते किमपि स्वरः व्यञ्जनं सर्वे वर्णाः अल्प्रत्याहारे सन्ति, अन्तिमवर्णस्य स्थाने एव आगच्छति इति. इदानीं वयं जानीमः भू अस्ति चेत् भू तु इक् अङ्गं नास्ति, किन्तु इगन्तम् अङ्गम् अस्ति, अतः कार्यं भवति. कुत्र भवति अस्तु अङ्गस्य, किन्तु अलोन्तस्य वयं जानीमः अङ्गस्य स्थाने आदेशः न भवति, अन्तिम अल्वर्णस्य इत्युक्ते ऊकारस्य स्थाने नूतन वर्ण अत्र गुणवर्ण आदेशः भवति, अतः भो भवति न तु ओ. हा सम्यक् भगिनि, समीचीनं, धन्यवादः, समीचीनं. तर्हि अत्र सम्यक्तया उक्तम्, अत्र पश्यन्तु सूत्रे सार्वधातुक अर्धधातुकयोः इति एकमेव पदमस्ति, तर्हि तेन वयं जानीमः सप्तम्यन्तं पदमस्ति, सप्तमी द्विवचनम् अस्ति, तर्हि पूर्वकार्यम् इति जानीमः. तत्र सार्वधातुक अर्धधातुकयः अर्धधातुकयोः इति प्रत्ययः अस्ति, सार्वधातुकः इति प्रत्ययः अस्ति, अर्धधातुकः इति प्रत्ययः अस्ति, प्रत्ययात् पूर्वं कार्यं भवति, कुत्र कार्यं भवति इति न जानीमः, अतः तदर्थम् अत्र अनुवृत्तिसहितसूत्रमस्ति. मिदेर्गुणः इत्यस्मात् गुणः इति पदम् अनुवृत्तम् अस्ति, अपि च अङ्गस्य इत्यस्य अधिकारः अस्ति, अतः अङ्गस्य इति पदमपि अनुवृत्तम् अस्ति, तर्हि अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति आगतम्. तर्हि अङ्गस्य गुणः कस्य गुणः इति इदानीमपि न जानीमः, यत्र गुणः अस्ति अङ्गस्य कस्य वर्णस्य गुणः इति न जानीमः, अतः इको गुणवृद्धि इति परिभाषासूत्रम् आगत्य सम्भवति. इको गुणवृद्धि इति परिभाषासूत्रं वदति यत्र यत्र सूत्रेषु गुणः अथवा वृद्धिः अस्ति तत्र इकः स्थाने गुणः भवति इति वदति. अतः इदानीम् अनुवृत्तिसहितसूत्रमस्ति इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. तर्हि इकः इति षष्ट्यन्तमस्ति, अङ्गस्य इति षष्ट्यन्तमस्ति, तर्हि अङ्गस्य इति षष्ट्यन्तं स्थानी अस्ति, इकः अङ्गस्य तयोः विशेषणविशेष्यभावः अस्ति. इकः अङ्गस्य इत्युक्ते कीदृश अङ्गम् इति चेत् इक् इति अङ्गम् इति आगतम्. इक् इति अङ्गम् अङ्गमेव सम्पूर्णतया इक् अस्ति चेत् तस्य गुणः भवति सार्वधातुक अर्धधातुकयोः. सार्वधातुकप्रत्ययः अस्ति चेत् पूर्वम् अङ्गस्य इकः अङ्गस्य गुणः भवति इक् इति अङ्गं, तर्हि सम्पूर्ण अङ्गस्य गुणः भवति इति सूत्रं सूचयति. तत् कुर्मः चेत् अत्र कार्यक्षेत्रं बहु लघु भवति. तदर्थम् अत्र परिभाषासूत्रमस्ति येन विधिस्तदन्तस्य इति परिभाषासूत्रमस्ति. तत् सूत्रं वदति यत्र यत्र सूत्रेषु विशेषणविशेष्यभावः अस्ति तत्र न केवलं विशेषणं स्वीकुर्मः, अपि च यस्य अन्ते तादृशविशेषणमस्ति तस्यापि ग्रहणम्. अतः अत्र पश्यामः चेत् इक् इति अङ्गं न केवलं सम्पूर्ण अङ्गम् इक् इति स्वीकुर्मः, अपि च तादृश अङ्गं यस्य अन्ते इक् अस्ति तस्यापि ग्रहणं. तर्हि अर्थद्वयम् अस्ति, इक् इति अङ्गम् अपि च यस्य अन्ते इक् अस्ति तस्यापि ग्रहणम् इति आगतम्. अस्तु, तर्हि इदानीम् इन् गतौ इति धातोः अपि ग्रहणं भवति, भू इति धातोः अपि ग्रहणं भवति. इन् गतो इति धातो इक् इति अङ्गम् अस्ति, यतोहि सम्पूर्णतया इ इति अवशिष्यते तत्र, तर्हि इक् इति अङ्गं. भू इति धातु तादृशधातु यत्र इक् इति अङ्गं नास्ति, परन्तु यस्य अन्ते इक् अस्ति, यतोहि भू इत्यस्य अन्ते उकारः इक् अस्ति, अतः द्वयोः अपि ग्रहणं भवति इदानीम्. अस्तु, तर्हि इदानीम् अधुना कः क्लेशः इति चेत् अङ्गस्य गुणः इति उक्तम्. अङ्गस्य इति षष्ट्यन्तं पदमस्ति, तर्हि सम्पूर्ण अङ्गस्य गुणः भवति. तर्हि भू इति अस्ति चेत् सम्पूर्ण अङ्गस्य गुणः भवति चेत् तत्र ओ इति आगच्छति, तर्हि अवति इति अनिष्टरूपम् आगच्छति. तदर्थम् अत्र पुनः एकं परिभाषासूत्रमस्ति अलोन्त्यस्य. तत् सूत्रं वदति यत्र यत्र षष्ट्यन्तपदस्य स्थाने गुणः, षष्ट्यन्तपदस्य स्थाने किमपि कार्यं भवति यथा अत्र अङ्गस्य, तर्हि अत्र सम्पूर्णतया न भवतु, परन्तु अन्तिम अल् वर्णस्य, अङ्गस्य अन्ते यः अल् वर्णः अस्ति तस्य स्थाने गुणः भवतु इति वदति. तर्हि इदानीम् इक् इति अङ्गमस्ति चेत् तत्र क्लेशः नास्ति, यतोहि सम्पूर्ण अङ्गमेव इ इति अस्ति, अतः तस्य गुणः भवति, तर्हि तत्र क्लेशः नास्ति, यतोहि एकः एव वर्णः अस्ति इ इति. परन्तु यत्र अङ्गस्य अन्ते इक् अस्ति तस्यापि ग्रहणम् इति उक्तम्. अङ्गस्य इक् अन्ते इक् वर्णः अस्ति चेत् इदानीम् अत्र अङ्गस्य अन्तिमवर्णस्य गुणः भवति अलोन्त्यस्य इत्यनेन, अतः अङ्गस्य अन्तिमवर्णस्य गुणः कृत्वा यथा अत्र भू इति धातुः अस्ति, अन्तिमवर्णः ऊकारः, तस्य गुणः ओकारः, तर्हि भ योगः बकारः योगः ओकारः भो इति रूपम् आगच्छति. अत्र निमित्तं किम् इति चेत् प्रत्ययः एव निमित्तं, सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः. यदि अर्धधातुकप्रत्ययः अथवा सार्वधातुकप्रत्ययः धातुतः अस्ति तदा एव गुणकार्यं भवति इति सूत्रस्य अर्थः. अवगतं वा? अस्तु, तर्हि अग्रे सरामः. भगिनी एक प्रश्न, भगिनी इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति अनुवृत्तिसूत्रेण सूत्रे विधिकार्यं पदं किं भगिनी? गुणी वदतु. गुण एव न? सत्यं, गुणकार्यं, गुणकार्यमेव. अतः एव वयं वदामः गुणविधायकं सूत्रम्. अस्तु, किन्तु भवती इति उक्तवती इको गुणवृद्धि इति परिभाषासूत्रमस्ति. हा, इको गुणवृद्धि परिभाषासूत्रमस्ति, सत्यं. तदनन्तरं तत् सूत्रस्य अनुवृत्ति अत्र आगच्छति परिभाषा. वस्तुतः अनुवृत्तिः इति न वदामः अत्र, इको गुणवृद्धिः इत्यस्मात् अनुवृत्तिः इति नास्ति, परन्तु इको गुणवृद्धि यत् सूत्रं वदति यत्र यत्र सूत्रेषु गुणः अथवा वृद्धिः अस्ति तत्र इकः इति षष्ट्यन्तं पदम् आगत्य उपविशति. अनुवृत्तिः इति नास्ति, परन्तु परिभाषारूपेण अत्र साहाय्यं कर्तुम् आगच्छति सूत्रेषु, अर्थपूर्णार्थम् आगच्छति. मिदेर्गुण इति अपि परिभाषासूत्रमस्ति. न, मिदेर्गुणः परिभाषा नास्ति. मिदेर्गुणः इति एकं सूत्रमस्ति. मिदेर्गुणः मिद् धातोः गुणः भवति इति सूत्रं वदति तत् सूत्रं. तस्मात् सूत्रात् गुणः इति पदम् अनुवृत्तम्. तर्हि गुण इति विधिपदम् अस्ति. हा, गुणः इति अस्मिन् सूत्रे विधिः एव. अस्तु, इको गुणवृद्धि इति सूत्रे सूत्रस्य गुण इति अनुवृत्ति नास्ति, केवल इक. सत्यम्, इको गुणवृद्धि इत्यस्मात् गुणः इति पदस्य अनुवृत्तिः नास्ति. तद् गुणः इति पदं किं तत्र इको गुणवृद्धि इति सूत्रं किं वदति यत्र यत्र सूत्रेषु गुणः अथवा वृद्धिः अस्ति तत्र इकः इति षष्ट्यन्तं पदम् आगच्छति, आगत्य उपविशति. तत् सूत्रं सूचयति गुणः यत्र भवति तत्र इकः स्थाने गुणः भवति. यत्र स्थानी न उक्तं तत्र इकः इति पदम् आगच्छति. अधुना स्पष्टं भगिनी, किञ्चित् भ्रमः जातः. हा, चिन्ता नास्ति, अत्र इतोपि पठामः एकवारं सूत्रं. सूत्रस्य विवरणं न पठितं, पुनः पठित्वा अवगच्छामः. अत्र विजयलक्ष्मी भगिनी इदानीं कृपया पठतु. अधुना भूयोगः अयोगः इति ततः आरभ्य. अधुना भूयोगः अयोगः ति इति स्थितौ अस्य सूत्रस्य प्रसक्तिः अस्ति न वा इति पश्येम. प्रसक्तिः इत्युक्ते प्रसङ्गः. भूधातुः इगन्तधातुः. अशपः प्रतिनिधिः. शप् षित् अस्ति, अतः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तस्य सार्वधातुकसंज्ञा भवति. इगन्तः भूधातुः पूर्वम् अस्ति, परम् अस्ति सार्वधातुकसंज्ञक अप्रत्ययः. अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः. सूत्रस्य निकषाः पूरिताः. अधुना अनेन सूत्रेण किं कार्यं सिद्ध्यति? अङ्गस्य अन्तिमवर्णः यः इक् तस्य गुणादेशः, भूधातौ यः उकारः तस्य गुणादेशः. अतः भू भो इति भवति, भो योगः अ योगः ति इति स्थितिः. वदतु तावत्. भू योगः अयोगः ति अत्र भू इति धातु, इगन्तधातुः भू सः शप् योजयामः, शप् इति प्रत्ययः योजयामः चेत् शकारस्य इत् भवति षित् इति, पकारस्य अपि इत् पित् इति भवति, अनन्तरम् अवशिष्यते अ इति. केन सूत्रेण शकारस्य इत्संज्ञा? लषक्व तद्धिते इति सूत्रेण शकारस्य इत् संज्ञा भवति. तस्य लोपः इति सूत्रेण तस्य लोपः भवति, शकारस्य लोपः भवति. पकारस्य हलन्त्यम् इति सूत्रेण पकारस्य इत् संज्ञा भवति. तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति. अवशिष्यते अ इति, तत्कारणम् अ शपः प्रतिनिधिः अत्र. ति इति तिङन्तपदं, तिङ्प्रत्ययः. हा, तिङ्प्रत्ययः, सोरि, तिङ्प्रत्ययः. अत्र भूयोगः अ शपः इति कार्यं भूत्वा, शपस्य कार्यं, शपः इति पदस्य कार्यं भूत्वा अ इति अवशिष्यते, तदेव शपः प्रतिनिधिः अत्र. अत्र तिङ् षित् सार्वधातुकम् इति सूत्रस्य प्रसक्तिः भवति. अत्र प्रसक्तिः इत्युक्ते प्रसक्तिः न, तिङ् षित् सार्वधातुकम् इति सूत्रात् अत्र भू अङ्गम् इति पदं प्राप्नोति. कारणम् अ इति शपः, ति इति तिङ्क्षित् सार्वधातुकम् इति सूत्रं किं वदति? तिङ्क्षित् सार्वधातुकं वदति यत् यस्य पदस्य अन्ते तिङ् भवति, सोरि, सार्वधातुकसंज्ञा प्राप्नोति. तिङ् तथा षित् द्वौ अपि सार्वधातुकसंज्ञा प्राप्नोति एतस्य सूत्रात्. तर्हि अत्र तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रमस्ति. तेन यः प्रत्ययः तिङ् अस्ति अथवा यः प्रत्ययः षित् शकारस्य इत् अस्ति तादृशप्रत्ययस्य सार्वधातुकसंज्ञा भवति. अस्तु, अत्र किं भवति? अत्र भूयोगः अयोगः ति इति अस्ति. अत्र तिङ् प्रत्ययः अपि अस्ति, षित् प्रत्ययः अपि अस्ति. अत्र तत्कारणं भू इति अङ्गस्य गुणकार्यं भवति सार्वधातुक आर्धधातुकयोः इति सूत्रात्. एतत् सूत्रं मिदेर्गुणः इति सूत्रस्य परे आगच्छति. तत्कारणं गुणः इति पदम् अनुवृत्त्या किम् इति वक्तव्यम्, अनुवृत्तिरूपेण सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अर्थपूर्णार्थम् अनुवृत्तिरूपेण आगच्छति. अत्रैकक्षणं भगिनि, अत्र एकक्षणं, अत्र शप् इति प्रत्ययः, तस्य संज्ञा का? शप् इति प्रत्ययस्य संज्ञा षित् अस्ति, पित् अस्ति, सार्वधातुकम् इति अपि अस्ति. सार्वधातुकमिति अस्ति. तिङ् प्रत्ययस्यापि सार्वधातुकसंज्ञा अस्ति. सार्वधा अत्र अत्र अत्र गुणकार्यं केन कारणेन भवति? भू इति धातौ गुणकार्यं केन कारणेन भवति? सार्वधातुकं भू इति भू इति अङ्गं प्रथमं प्राप्नोति, अङ्गम् इति संज्ञा प्राप्नोति. भू भू इति धातुः यत् भू इति धातु यथा अङ्गम् इति संज्ञा प्राप्नोति मिदेर्गुणः इति सूत्रात् तस्यापि गुणकार्यं भवति. तर्हि अत्र निमित्तं किम्? अत्र निमित्तं सार्वधातुक आर्धधातुक द्वौ अपि निमित्तम् अत्र अस्मिन् भूयोगः अस्मिन् स्थितौ सार्वधातुकः इत्येव निमित्तम्. शप् इति प्रत्ययः सार्वधातुकः, अतः शप् इति प्रत्ययः निमित्तम् अस्ति. शप् इति अत्र भू इति धातुतः शप् प्रत्ययः अस्ति. शप् प्रत्ययः एव निमित्तम् अस्ति. अपि च पूर्वं शप् इति प्रत्ययात् पूर्वं यः भागः अस्ति भू इति भागः, तस्य अङ्गसंज्ञा अस्ति, अङ्गमपि अस्ति, धातुः अपि अस्ति. अपि च कीदृशधातुः इति चेत् इगन्तम् अस्ति, इक् यस्य अन्ते अस्ति. इगन्तङ्ग इगन्त अङ्गस्य इक् स्थाने गुणः भवति. भू इति अङ्गमपि अस्ति, इगन्ताङ्गमपि अस्ति. अलोन्त्यस्य इति सूत्रात् इगन्ताङ्गस्य इक् स्थाने गुणः भूत्वा भू भो इति भवति. ऊकारस्य गुणः ओकारः, ऊकारस्य गुणः भूत्वा ओ इति भवति. भू भो इति परिवर्त्यते. सम्यक् सम्यक् समीचीनं भगिनि, सम्यक् समीचीनं. अत्र योगः अयोगः ति इति स्थितिः. सत्यं सत्यं समीचीनं, सम्यक्. एकक्षणं, क्वचित् संशयमस्ति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण सपोज् ऐ हाव् टु डिफैन् वाट् इस् सार्वधातुक. Should I say that it is because it is a shap is added, shap or shit is added? Can I say that that is sarvadhatuka? Ha, atra shap iti pratyah pashyamah chet, sarvadhatuka ardhatuka sanya kasya bhavati, pratyasya eva bhavati, pratyasya eva tadrasya sanya asti. Pratyasya, tarhi atra pratyaya kidisha varnaha atva kidisha sanketaha chet, pratyah shap iti pratyah pashyamah chet, shap iti pratyah shakarasya it sanya asti. अतः शप् प्रत्ययः षित् अस्ति. षित् अस्ति इति कृत्वा थिङ्क् षित् इफ् यु हाव् टु डिफैन् वाट् इस् सार्वधातुक इट् इस् नामकरणमस्ति, प्रत्ययस्य नामकरणं. यः प्रत्ययः थिङ्क् अस्ति अथवा षित् अस्ति. वाट् इस् द मीनिङ्ग् आफ् सार्वधातुक आर्धधातुक? बिकास् इन् द आर्धधातुक यु डोण्ट् आड् दिस् शप् आर् शत् प्रत्ययं. सार्वधातुक आर्धधातुक इत्यस्य अर्थः नास्ति. प्रत्ययस्य नामकरणं, भवत्याः नाम उमा, तस्य अर्थः कः? उमा इति एव खलु. एवमेव प्रत्ययस्य नामकरणमस्ति सार्वधातुकः. यः प्रत्ययः तिङ् अस्ति अथवा षित् अस्ति तस्य नामकरणम् अस्ति सार्वधातुकम् इति. यः प्रत्ययः किङ् अपि नास्ति, षित् अपि नास्ति, तस्य नामकरणम् अर्धधातुकं, नामकरणमेव, तावदेव. गीताञ्जलि भगिनी वदतु. भगिनी अत्र शप् इति निमित्तं, किन्तु तिङ् ति इति अपि निमित्तं, तिङ् प्रत्ययः अस्ति. तिङ् प्रत्ययः अपि निमित्तम् अस्ति, परन्तु तत्र मध्ये शप् अस्ति खलु. अत्र तिङ् प्रत्यय तिङ् प्रत्ययस्य साक्षात् पूर्वं भू इति अस्ति वा? समीचीनः प्रश्नः भगिनि, बहु समीचीनः प्रश्नः. यतोहि अत्र तिङ् प्रत्ययः अपि निमित्तमेव खलु. अतः किमर्थं तिङ् प्रत्ययेन गुणः न भवति इति चेत् अत्र पश्यति चेत् सूत्रे स सार्वधातुक अर्धधातुकयोः इति सप्तम्यन्तं पदमस्ति खलु. यत्र सप्तम्यन्तं पदमस्ति चेत् तस्मात् साक्षात् पूर्वं कार्यं भवति, मध्ये अन्यत् किमपि न भवेत्, साक्षात् पूर्वं कार्यं भवति. अत्र तिङ् प्रत्ययः अस्ति परन्तु तस्य साक्षात् पूर्वं किम् अस्ति? अवशिष्यते. शप् इति प्रत्ययः अस्ति तत्र. शप् इति प्रत्यये तु गुणः न भवति खलु, यतोहि सूत्रे अङ्गस्य गुणः इति उक्तं. शप् प्रत्ययः अत्र अधुना अङ्गं नास्ति. अत्र शप् प्रत्ययस्य योजनानन्तरम् अङ्गं भवति, यदा भव इति भवति तत्र अङ्गम् अस्ति. परन्तु इदानीम् अधुना अत्र तिङ् प्रत्ययात् पूर्वं श इति प्रत्ययः, शप् इति प्रत्ययः अस्ति. अतः तिङ् प्रत्ययेन कारणेन गुणः न भवितुम् अर्हति, यतोहि अत्र तिङ् प्रत्ययात् पूर्वम् अत्र भव इति भवति. भव इत्यस्मिन् इक् वर्णः नास्ति. अत्र क्रमेण पश्यामः कथं भव इति भवति इति. प्रश्नः समीचीनः, परन्तु अत्र तिङ् यत्र निमित्तमस्ति तस्मात् साक्षात् पूर्वं कार्यं भवति. यथा शप् इति प्रत्ययः अस्ति तस्मात् साक्षात् पूर्वं कार्यं भवति, मध्ये किमपि न स्यात्. अत्र तिङ् प्रत्ययस्य साक्षात् पूर्वम् इगन्त अङ्गं नास्ति. अत्र अ इति प्रत्ययः अस्ति खलु, अतः कार्यं न भवति. अत्र तिङ् प्रत्ययं निमित्तं नास्ति. यदि किमपि अर्थं कल्पनार्थं यदि शप् न अस्ति, केवल भूयोगति अस्ति, तदनन्तरम् अपि गुणकार्यं भवति. हा, तस्मिन् सन्दर्भे भवितुम् अर्हति. सत्यं सत्यम्. यत्र यत्र दिवादि यदा अदादिगणे यत्र विकरणप्रत्ययः न भवति खलु, अदादिगणे तत्र कोऽपि धातुः अस्ति चेत् अदादिगणे तत्र विकरणप्रत्ययः नास्ति, तत्र तिङ् प्रत्ययस्य कारणेन गुणः भवति. एतत्र जुहोत्यादिगणे भी इति धातुः अस्ति, भी इति धातुः, बिभी इति अङ्गं, बिभी योगहति, तत्र गुणः भवति, बिभे बिभेति खलु, तत्र भवति, अत्र न भवति. अस्तु, अत्र अत्र एकवारं वसन्ति भगिनी वदत्वा अत्र अत्र भूयोगः अयोगः इति तत्र क्रमेण वदतु एकवारं. किम् अवगतम्? भूधातु इगन्तधातोः, भूधातोः अन्तिमवर्णः इक् प्रत्ययः अस्ति. इक् वर्णः प्रत्ययः नास्ति, इक् वर्णः. इक् वर्णः अस्ति, therefore भू योगः शप् प्रत्यय becomes गुणकार्यं गुणकार्यं अस्ति. सो भू योगः आप् चेत् भो इति ओ गुणवर्णः आदेशः भवति. निमित्तं किम् अत्र? निमित्तम् अङ्गस्य अन्तिमवर्णः इक् वर्णः तदस्ति. अपि शप् प्रत्यय निमित्तमस्ति. निमित्तमस्ति किमर्थं शप् प्रत्यय निमित्तमस्ति? तिङ्क्षित् सार्वधातुकं. हा, तस्य सार्वधातुकसंज्ञा अस्ति. अस्तु, सम्यक् भगिनि, समीचीनं. तर्हि अत्र पश्यन्तु, अत्र उदाहरणार्थं सार्वधातुक अर्धधातुकयोः इत्यस्य उदाहरणम् अत्र दत्तमस्ति. भू इति धातुः अस्ति, अत्र भू इति धातुः भुवादिगणे अस्ति इति जानीमः. तत्र भूधातोः लट्लकारस्य प्रथमपुरुषरूपसाधनार्थं तत्र भूयोगः ति इति तिङ् प्रत्ययः अस्ति, मध्ये शप् इति विकरणप्रत्ययः आगच्छति. तर्हि भूयोगः शप् योगः ति. अधुना वयं पश्यामः भू इति अङ्गे किमपि कार्यं भवति. तर्हि भू इति धातुं पश्यामः चेत् वयं जानीमः इगन्तधातुः अस्ति. इक् यस्य अन्ते अस्ति तादृशधातुः इगन्तः. तर्हि भू इति इगन्तधातुः अस्ति, अनन्तरं शप् इति प्रत्ययः अस्ति. यथा दृष्टं तत्र शप् प्रत्यये शकारपकारयोः इत्संज्ञा भूत्वा अ इति अवशिष्यते. तर्हि शप् इति प्रत्ययस्य स्वभावः कः इति चेत् शप् प्रत्ययः षित् अस्ति. षित् अस्ति इति कृत्वा तिंषित् सार्वधातुकम् इत्यनेन तस्य सार्वधातुकसंज्ञा अस्ति. तर्हि इदानीं भू इति धातुतः शप् इति प्रत्ययः अस्ति, शप् प्रत्ययः सार्वधातुकः अस्ति, अपि च भू इति अङ्गम् अस्ति. यतोहि शप् इति प्रत्ययः परः अस्ति चेत् पूर्वभागस्य अङ्गसंज्ञा भवति, अतः भू इति अङ्गम् अस्ति. अनन्तरं शप् इति प्रत्ययः सार्वधातुकः अस्ति, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, प्रसक्तिः अस्ति, कार्यमपि भवति. तर्हि अत्र सार्वधातुकप्रत्ययः एव निमित्तं, शप् इति प्रत्ययः निमित्तं. तादृशप्रत्ययः साक्षात् परः अस्ति, तस्मात् पूर्वम् इगन्त अङ्गस्य इकः गुणः. तर्हि इगन्त अङ्गं भू इत्यस्य अन्ते इक् वर्णः अस्ति, इगन्त अङ्गस्य इक् वर्णस्य गुणः, तर्हि ऊकारस्य गुणः भो इति भवति, भो योगः अयोगः ति इति भवति. अस्तु, स्पष्टं वा? अस्तु, तर्हि अग्रे सर् किम्? हरि ओम्, प्रश्नः अस्ति. हा, अत्र भू इति अ इति प्रत्ययः अस्ति, अनन्तरं भू इति गुणो भूत्वा भो अभवत्, तर्हि कथं तत्र अ इति अवशिष्यते पुनः? न न, अत्र भूकारस्य स्थाने गुणः खलु. इदानीं बकारः उकारः, बकारः योगः उकारः योगः अकारः इति अस्ति, ऊकारस्य स्थाने गुणः. तर्हि बकारः योगः ओकारः, उकारस्य स्थाने गुणः ओकारः, ब योगः ओ भो इति भवति. इदानीमपि अ इति अवशिष्यते, अ इति प्रत्ययस्य किमपि कार्यं न जातं खलु. अत्र अङ्गस्य गुणः, अङ्गस्य ऊकारस्य गुणः. अवगच्छति? आम् अवगच्छति. अस्तु, अतः अ इति अवशिष्यते. तदनन्तरं सन्धिकार्यं भवति, भो इत्यस्य, भो इत्यस्य अन्ते ओकारः अस्ति, अनन्तरम् अच्वर्णः अस्ति चेत् तत्र यान्तावान्तदेशसन्धिः भवति इति जानीमः खलु. हा, तर्हि तत्र ओकारस्य स्थाने औ इति भवति, भव् योगः अ भव इति अङ्गं भवति. इदानीम् अग्रे अग्रे पश्यामः कथम् एचोयवायवः इति यान्तावान्तदेशसन्धिः कथं भवति इति अग्रे पश्यामः. अधुना अग्रे सरेम, अत्र रमासिवरमन् भगिनी पठति वा परिभाषासूत्राणि? परिभाषासूत्राणि, पाणिनिः सूत्राणां लघुत्वम् इच्छति, तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारकसन्देशः अपेक्ष्यते तस्य वारं वारम् आवृत्तेः स्थाने परिभाषासूत्रं पाणिनिना विरच्यते. इमानि सूत्राणि कस्यचित् सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति. पाणिनि सूत्राणां लघुत्वं, दट् इस् ब्रिविटि इच्छति. देर्फोर् तदनन्तरं पुनः पुनः परिभाषा सूत्रस्य अर्थं भिन्नभिन्नरूपेण न योजयति एकैकसूत्रं सूत्रस्य अन्ते. एकवारं परिभाषासूत्रं कथयते, तदनन्तरं परिभाषासूत्रस्य साहाय्यं और् प्रसक्तिः हि बोरोस् फार् द पूर्वं पूर्व परसूत्रं वन्स् हि डिफैन्स् द परिभाषासूत्रम्. किमर्थम् एतादृशं करोति? सूत्रस्य शब्दं न्यूनं करणीयः इति. सत्यं सत्यं, लाघवमेव इच्छति. अत्र अस्माकम् अष्टाध्यायं मूललक्ष्यं किम् इति चेत् लाघवं, सूत्रस्य लाघवम्, अपि च एकमात्रा अपि एकमात्रा अपि अधिकं न भवेत् इत्येव लक्ष्यमस्ति. तदर्थम् अत्र यत्र एकपरिभाषासूत्रेण सर्वत्र तस्य तस्य आवृत्तिः भवति, इत्युक्ते तस्य रेपिटेशन् भवति सर्वत्र. एकमेव सूत्रम् अत्र पश्यामः, इको गुणवृद्धिः इति सूत्रमस्ति, इति परिभाषासूत्रमस्ति. तस्मात् सूत्रात् इकः इति पदम्, इकः इति पदं न केवलम् अत्र सार्वधातुकार्धधातुकयोः इति सूत्रे आगत्य सहायं करोति, अपि च पश्यामः चेत् तत्र मिदेर्गुणः इति सूत्रे अपि गुणः इति पदमस्ति खलु, तत्रापि इको गुणवृद्धिः इत्यस्य सहायं भवति. अतः सर्वत्र यत्र यत्र आवश्यकः अस्ति तत्र तत्र परिभाषासूत्रम् आगत्य सहकरोति. इत्युक्ते यत्र नियमः नास्ति सूत्रेषु, सूत्रस्य अवगमनार्थम् अत्र सम्यक्तया अवगमनं न भवति चेत् तस्मिन् सन्दर्भे परिभाषासूत्रम् आगत्य सहकरोति. तर्हि अत्र पाणिनिः लाघवम् इच्छति इति कृत्वा अत्र परिभाषासूत्राणि सः कृतवान्. अतः यत्र यत्र आवश्यकं तत्र तत्र आगत्य सहकरोति सूत्रं. भगिनी अग्रे पठतु. यथा सार्वधातुकार्धधातुकयोः एकक्षणम् इत्युक्ते भगिनी रेपिटिशन् वारं वारम् आवृत्तिः इत्युक्ते रेपिटिशन् वदतु. यथा सार्वधातुकार्धधातुकयोः इति सूत्रस्य अर्थपूरणार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि. इको गुणवृद्धि इति सूत्रेण इक् स्थानी भवति यत्र स्थानी न उक्तम्. येन विधि तदन्तस्य विशेषण इको गुणवृत्ति इति तावद् वदतु भगिनि. वयं पश्यामः सार्वधातुकार्धधातुकयो सूत्रस्य सूत्रं पूर्णं न आवृत्तिः अनुवृत्तिः अनुवृत्तिरूपे इकः अङ्गस्य गुणः त्रीणि पदानि योजयते. इकः इको गुणवृद्धि परिभाषासूत्रेण आगच्छति. एतत् सूत्रं वदति इक् स्थानी भवति यत्र स्थानी न उक्तम्. सार्वधातुकार्धधातुकयोः सूत्रे स्थानी न उक्तम्, अतः इक् स्थानी भवति एतत् कारणात्. सत्यम्. अत्र सार्वधातुकार्धधातुकयोः इति सूत्रे त्रीणि परिभाषासूत्राणि कानि? इको गुणवृद्धि येन विधिस्तदन्तस्य अलोन्त्यस्य. सम्यक्, समीचीनं भगिनि, सम्यक्, धन्यवादः. तर्हि अत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य अवगमनार्थं त्रीणि परिभाषासूत्राणि आवश्यकानि. एकमस्ति इको गुणवृद्धि इति एकं सूत्रं, तदनन्तरं येन विधिस्तदन्तस्य कुत्रचित् उमा भगिनी कृपया म्यूट् करोतु भगिनि. One minute, I just have a doubt, that's why अहं समापयामि तदनन्तरं पृच्छतु भगिनि. एकक्षणं म्यूट् मध्ये भवतु, अहं समापयामि तदनन्तरं पृच्छतु. हा, अत्र त्रीणि परिभाषासूत्राणि आवश्यकानि. एकमस्ति इको गुणवृद्धि येन विधिस्तदन्तस्य अलोन्त्यस्य. तर्हि प्रथमं सूत्रमस्ति इको गुणवृद्धि. किमर्थम् इको गुणवृद्धि इति सूत्रस्य आवश्यकता अस्ति इति चेत् अत्र सूत्रे वयं पश्यामः चेत् अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति उक्तम्. अङ्गस्य गुणः कस्य गुणः, अङ्गस्य कस्य वर्णस्य गुणः, सर्वत्र वयं पश्यामः कस्यचित् वर्णस्य एव गुणः भवति. कस्यचित् अत्र तु वर्णः एव न उक्तः खलु, अङ्गस्य गुणः इति उक्तम्. अतः तदर्थम् अत्र इको गुणवृद्धि इति सूत्रेण अत्र यत्र स्थानी न उक्तम्, अत्र कस्य स्थाने गुणः इति न उक्तं, तदर्थम् इकः इति षष्ट्यन्तं पदम् आगत्य सूत्रेषु उपविशति. यत्र यत्र सूत्रेषु गुणः इति पदम् अस्ति अथवा वृद्धिः इति पदम् अस्ति तर्हि तत्र इको गुणवृद्धिः इति सूत्रम् आगत्य सहकरोति. तत् सूत्रं वदति अत्र इकः स्थाने एव गुणः भवति इति सूत्रं वदति. इति प्रथमपरिभाषासूत्रमस्ति इको गुणवृद्धिः इति. अधुना अग्रे येन विधिस्तदन्तस्य इति पश्यामः. तस्मात् पूर्वम् उमा भगिनि, कः प्रश्नः? स्थानी इत्युक्ते तत्र यस्य षष्ठी विभक्तिः अस्ति, स्थानी इत्युक्ते अत्र स्थानम् इत्युक्ते किं सामान्यरूपेण स्थानम् इत्युक्ते किम्? स्थानम् इस् प्लेस्. तदेव अत्र, तदेव अत्र स्थानी इत्युक्ते यस्य स्थाने कार्यं भवति तत् स्थानं. थेङ्क् यू, नमस्कार. अस्तु, अग्रे अत्र राहुल् महोदय पठति वा? महोदय किञ्चित् बहिः अस्मि. ओ अस्तु अस्तु अस्तु. रामनाथन् महोदय पठति वा? अस्ति वा रामनाथन् महोदय? अस्तु, तर्हि लता भगिनी पठितुमिच्छति वा? आम् पठामि भगिनि. पठतु. येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्य अपि भवति. सो अन्ते यस्य स तदन्तः तस्य तदन्तस्य बहुव्रीहि समासः. विधीयते इति विधिः. येन तृतीयान्तं विधिः प्रथमान्तं तदन्तस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रं. स्वं रूपं शब्दस्य शब्दसंज्ञा इत्यस्मात् स्वं स्वं रूपम् इत्यनयोः अनुवृत्तिः. विभक्तिपरिणामः इत्यनेन षष्ट्यन्ते भवतः स्वस्य रूपस्य अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य. अत्र बिगिनिङ्ग् पार्ट् अवगतम्, अन्त्यभागं न अवगतम्. अत्र सूत्रे कति पदा कति पदानि सन्ति? त्रिपदं येन विधिः तदन्तस्य त्रीणि पदानि सन्ति. विधिस्तदन्तस्य इति अस्ति, तत्र किम् अभवत्? विधिः तदन्तस्य विधिसूत्रं किल? न न, अत्र सूत्रे येन विधिस् इति अस्ति, सकारः अस्ति, तत्र सकारः किमर्थम्? विधिः विसर्गसन्धि किल? हा सत्यं सत्यं, विसर्गसन्धि सकारादिश अभवत्. कर्वर्णः परे अस्ति चेत् सकारादेशः भवति. येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति. अत्र तदन्तस्य इति पदं विशेषणं भवति. स्वस्यापि भवति, दट् इस् इक्वर्णः अन्ते अस्ति चेदपि गुणः भवति. और् वा इक्वर्णस्य अपि गुणः भवति. स्वस्यापि मीन्स् इक्वर्णः एव अस्ति चेदपि गुणः भवति. तद् अन्तस्य मीन्स् धातोः अन्तस्य इक्वर्णः अस्ति चेदपि गुणः भवति. सो सोऽन्ते सः अन्ते यस्य बहुव्रीहि समासः विवरणम् अस्ति अत्र. नेक्स्ट् सेण्टेन्स् विधीयते इति विधिः. त्रिपदसूत्रे विधि पदस्य अर्थं विधीयते, दट् मीन्स् वन् नियम विधीयते. येन तृतीयान्तं, येन पद तृतीयान्ते अस्ति, तृतीया विभक्ति अस्ति. विधिः प्रथमा विभक्ति अस्ति. देन् तदन्तस्य षष्ठी विभक्ति अस्ति, षष्ट्यन्तं. त्रिपदमिदं सूत्रं, तत्र त्रीणि पदानि सन्ति सूत्रे. स्वं रूपं शब्दस्य न अवगतं भगिनि. तत्तु सूत्रं भिन्नसूत्रमस्ति, तस्मात् सूत्रं सूत्रात् स्वं रूपम् इति अनुवृत्तिः अस्ति, तावदेव. कुत्र अस्ति स्वस्य रूपस्य? वि हेव् नाट् सीन् दिस् न पूर्वे न नव नूतन किल न अत्र अनुवृत्तिसहितसूत्रे पश्यति चेत् स्वस्य रूपस्य इति अस्ति खलु, तदेव अनुवृत्तमस्ति. स्वं रूपं शब्दस्य शब्दसंज्ञा इत्यस्मात् सूत्रात् स्वं रूपं तयोः अनयोः पदयोः अनुवृत्तिः. नूतन सूत्रम् अत्र नूतनसूत्रमस्ति, नूतन परिभाषासूत्रमेव, नूतनपरिभाषासूत्रम् विवरणं भवती एव ददतु कृपया. न, तस्य सूत्रस्य विवरणस्य आवश्यकता अधुना नास्ति. तस्मात् सूत्र स्वं रूपम् अनयोः पदयोः अनुवृत्तिः अस्ति अत्र. अत्र अस्य सूत्रस्य अर्थपूरणार्थं द्वयोः पदयोः अनुवृत्तिः तावदेव. अवगतं भगिनि. तर्हि अनुवृत्तिसहितसूत्रं किं वदति? अनुवृत्तिसहितसूत्रं येन विधिः येन येन एकवर्णः अन्ते अस्ति चेत् तत् सूत्रम् आनीयम् इदानीम् आनीय येन विधिः तदन्तस्य स्वस्य रूपस्य येन विधिः द रूल् विधीयते इति विधिः विधीयते अन्त्ये वा धातोः अन्ते अपि इक्वर्णः अस्ति चेत् गुणः भवति. सम्पूर्णधातुः एव धातुः एव इक्वर्णः अस्ति चेत् अपि गुणः भवति. सो बै दिस् सूत्र येन मीन्स् बै दिस् नियम एतत् नियमेन तदन्तस्य अन्ते स्वस्य रूपस्य, ऐ डिड् नाट् अण्डर्स्टाण्ड्, स्वस्य रूपस्य, स्वस्य रूपस्य यथा भवती उक्तवती इक् इति अस्ति चेदपि कार्यं भवति, अपि च यस्य अन्ते इक् अस्ति तस्यापि कार्यं भवति इति सूत्रं वदति. अत्र अत्र पश्यति चेत् येन विधि तदन्तस्य, एकक्षणं भगिनि कृपया नोट् करोतु, येन विधि तदन्तस्य इति सूत्रमस्ति. तर्हि येन इत्यनेन विशेषणेन, येन विशेषणेन किमपि कार्यं विधीयते सूत्रेषु, यथा अत्र सारधातुकार्धधातुकयोः इति सूत्रं पश्यामः चेत् इकः इति विशेषणेन कार्यं विधीयते. इकः अङ्गस्य गुणः इति इकः इति षष्ट्यन्तपदेन विशेषणेन कार्यं विधीयते. तादृशसन्दर्भे विशेषणं स्वस्यापि भवति, अत्र स्वस्यापि कार्यं भवति, परम् अपि च यस्य अन्ते विशेषणमस्ति तस्यापि कार्यं भवति. यथा अत्र इक् इति अङ्गस्यापि स्वस्यापि कार्यं भवति, अपि च अङ्गस्य अन्ते इक् अस्ति चेत् तस्यापि कार्यं भवति इति सूत्रस्य अर्थः. विशेषणं तदन्तस्यापि भवति, स्वस्यापि भवति. रूपस्य पदस्य अर्थः कुत्र? स्वस्य रूपस्य इक् इति रूपस्यापि गुणः भवति, अपि च यस्य अन्ते इक् अस्ति तस्यापि गुणः भवति. स्वस्य रूपस्य इत्युक्ते विशेषणस्य रूपस्य. अवगतं भगिनि. कार्यं स्वस्य रूपस्य इत्युक्ते विशेषणस्य रूपस्यापि कार्यं भवति, अपि च यस्य अन्ते विशेषणमस्ति तस्यापि कार्यं भवति इति एतत् सूत्रं वदति. तर्हि अस्तु, अत्र विनय महोदय अग्रे पठति वा? भगिनि श्रूयते? हा श्रूयते, पठतु. ओके. विधिः इत्युक्ते कार्यं सार्वधातुक अर्धातुकयोः इति सूत्रे विधिः अस्ति गुणकार्यं गुणः विधीयते. कस्य गुणः? इकवर्णस्य गुणः. तर्हि येन विधि तदन्तस्य इति सूत्रे अत्र येन इत्युक्ते इकवर्णेन, इकवर्णेन गुणकार्यं विधीयते. येन इकवर्णेन गुणकार्यं विधीयते तदन्तस्य शब्दस्य अपि गुणकार्यं विधीयते. अतः अतः अलो अलो अलवन्तस्य तावत् वदतु अहम् इत्थम् अवगच्छामि. येन विधि हमीना भगिनि एकक्षणं भगिनि अत्र महोदय समापयतु. न श्रूयते वा? किं न श्रूयते? कस्य किं कस्य कृते श्रूयते वा? अहं श्रुणोमि, अहमपि श्रुणोमि. एकक्षणं महोदय. श्रूयते श्रूयते श्रूयते श्रूयते. तर्हि वदतु महोदय. किमपि न श्रूयते. भवती पुनः आगच्छतु भगिनी, भवत्याः दूरवाण्यां क्लेशः अस्ति. हा महोदय वदतु. अतः सूत्रः अर्थः इत्थमस्ति, येन विशेषेण विधि विधीयते. अतः सूत्रः केवलं माध्यमस्ति. सूत्रपूर्वं कोऽपि भ्रान्तिः अस्ति स्थानसम्बन्धे, परन्तु अयं सूत्रेण माध्यमेन विशेषण विशेषणेन विधि विधीयते. विशेषण एकः अस्ति, अतः स्थाने एकः अस्ति, एकः विशेषणः अस्ति, अतः विशेषणेन विधि विधीयते. यथा अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रे कथं विधीयते? गुणं सार्वधातुक अर्धधातुकयोः गुणसम्बन्धे अस्ति. विशेषणं किं तत्र? विशेषणम् इकः अस्ति. हा इकः इति अस्ति. इकः इति विशेषणेन तत्र तस्मिन् सूत्रे गुणकार्यं विधीयते खलु? इकः इति विशेषणेन गुणकार्यं विधीयते. तर्हि अत्र अत्र विशेषणपदम् अस्ति सूत्रे, विशेषणम् अस्ति. तर्हि अत्र अस्मिन् सूत्रे येन विधिस्तस्य इति सूत्रे येन इत्युक्ते तत्र इक् इति विशेषणेन गुणकार्यं विधीयते. तर्हि इक् वर्णेन गुणकार्यं विधीयते. तर्हि येन इक् वर्णेन गुणकार्यं विधीयते, न केवलम् इक् वर्णस्य गुणः, इक् इति अङ्गस्य गुणः, अपि च तादृश अङ्गं तदन्तस्य शब्दस्यापि गुणकार्यं विधीयते इति अत्र सूत्रं वदति. तर्हि अत्र सूत्रे येन विधिस्तदन्तस्य इति सूत्रे येन इत्युक्ते विशेषणेन इति अर्थः, विधिः इत्युक्ते कार्यं, येन विधिः विधीयते विशेषणेन विधिः कार्यं यत्र भवति सूत्रेषु विशेषणेन, यथा अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रे इकः अङ्गस्य, इकः इति विशेषणमस्ति, अङ्गस्य इति विशेष्यमस्ति. तर्हि इकः इति विशेषणेन गुणकार्यं विधीयते तत्र सूत्रे. तर्हि तत्र विशेषणेन इक् वर्णेन गुणकार्यं यत्र विधीयते तत्र तादृशगुणकार्यं स्वस्यापि भवति तदन्तस्यापि भवति. इत्युक्ते इक् अङ्गस्यापि भवति, इक् यस्य अन्ते अस्ति तस्यापि भवति इति सूत्रं वदति. परन्तु इक् अङ्गं न भवति. सम्पूर्ण अङ्गमेव इक् सम्पूर्ण अङ्गमेव इक् अस्ति चेत् तत्रापि गुणकार्यं भवति. अत्र इ इति अङ्गम् अस्ति, सम्पूर्ण अङ्गम् इ इति अस्ति, तत्रापि गुणकार्यं भवति. अपि च यस्य अङ्गस्य अन्ते इक् अस्ति, यत्र भू इति धातुः अस्ति, भू इति धातुः सम्पूर्णतया इक् नास्ति परन्तु तस्य अन्ते इक् अस्ति, तस्यापि ग्रहणं भवति इति सूत्रं वदति. अस्तु अस्तु, अवगतं वा सर्वेषां? अलवन्तस्य धन्यवादः महोदय, धन्यमग्रे धन्यवादः. अत्र भगिनि, हा भगिनि, येन विधिस्तदन्तस्य इति सूत्रेण द्वयोः अपि च विशेषणेन अपि च विशेष्य यं द्वयोः कार्यं विशेषणम् अपि च विशेष्यं द्वयोः कार्यं द्वयोः कार्यं भवति अत्र विकल्पेन नास्ति. न न, अत्र विकल्प किमपि नास्ति, विकल्पसूचना एव नास्ति. अत्र विशेषणविशेषभावः अस्ति. तत्र इक् इति अङ्गम्, अङ्गम् इत्युक्ते इक्, यु काण्ट् सेपरेट् द विशेषणम् एण्ड् विशेष्यं खलु. तर्हि अत्र केवलम् अत्र येन विधिसदन्तस्य इति स्पष्टीकरोति तत्र न केवलम् इक् इति अङ्गं यत्र विशेषणविशेषभावः अस्ति चेत् यत्र यथात्र उन्नतः बालकः इति वदामः चेत् बालकः एव उन्नतः उन्नतः एव बालकः तत्र भेदः नास्ति एकार्थबोधकत्वम् अस्ति द्वयोः अर्थः समानः उन्नतः इति वदामः चेदपि बालकः बालकः इति वदामः चेदपि उन्नतः अतः अत्र इकः इति अङ्गम् इति वदामः चेत् इक् इति अङ्गमेव इक् तत्र भेदः नास्ति तदर्थं यत्र एतत् सूत्रम् आगत्य वदति अस्तु तथा अस्ति चेदपि इक् इति अङ्गम् इति अस्ति चेदपि इदानीम् अत्र किञ्चित् तस्य कार्यक्षेत्रं बृहत् कुर्मः न केवलम् इक् इति अङ्गं परन्तु तादृश अङ्गं यस्य अन्ते इक् अस्ति तस्यापि ग्रहणं भवतु अनेन परिभाषासूत्रेण इति सूत्रं वदति अस्तु आं स्पष्टम् अस्तु भवती एव पठतु अग्रे अलोन्त्यस्य अलोन्त्यस्य प्रथमाध्याय प्रथमपादे द्विपञ्चाशत् धन्यवादः भगिनि षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति अलः षष्ट्यन्तम् अन्त्यस्य षष्ट्यन्तं द्विपदमिदं सूत्रं षष्ठीस्थाने योगा इत्यस्मात् षष्ठीस्थाने इत्यनयोः किं मीना भगिनी वा किमपि न श्रूयते भगिनि भवत्याः ध्वनिः सम्यक्तया श्रूयते भगिनि सर्वेषां कृते क्लेशः नास्ति भगिनि भवत्याः दूरवाण्यामेव न जाने किमर्थं भवत्याः पार्श्वे फ्री कान्फरेन्स् काल् डाट् काम् आप् अस्ति वा अत्र फ्री कान्फरेन्स् काल् डाट् काम् आप् अस्ति चेत् आप् डौन्लोड् करोतु भगिनि आप् द्वारा सौलभ्यं भवति न इदानीं नास्ति इदानीं किमपि न श्रूयते चेत् प्रायः भवती डौन्लोड् कर्तुं शक्नोति इदानीं किमपि न श्रूयते वा सङ्गणके अस्ति वा दूरवाण्या दूरवाण्यामेव खलु नो चेत् सङ्गणकम् अस्ति चेत् लिङ्क् क्लिक् करोतु सम्यक् भवति अस्तु अस्तु भगिनि कृपया षष्ठीस्थाने योगा इत्यस्मात् षष्ठीस्थाने इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रं षष्ठ्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः अत्र अलोन्त्यस्य इति द्विपदमिदं सूत्रम् इति वदति तत्र अलोन्त्यस्य इति सूत्रे तत्र सन्धिः कः अलः अलः अन्त्यस्य इति अस्ति तत्र सन्धिः कः जानाति वा कोऽपि अहं डिस्कनेक्ट् करिष्यामि भगिनि अत्र किमपि पुनः पुनः आगन्तुं प्रयत्नं करोतु भगिनि पुनः आगच्छतु पुनः विसर्गसन्धिः भगिनि विसर्गसन्धिः न न न न अनन्तरं विसर्गः अस्ति अनन्तरम् अकार एव अस्ति अतः द्वितीय अकारस्य पूर्वरूपसन्धि पूर्वरूपसन्धि अत्र अत्र सूर्यकुमारी भगिनी वदतु विसर्गसन्धि प्रथमः तदनन्तरं पूर्वविसर्गसन्धि इत्यनेन किं भवति उत्वं भवति सत्यम् उत्वं गुणेन ओत्वं भवति हा गुणेन ओत्वं सम्यक् तदनन्तरं पूर्वरूपसन्धि चेत् अकारः अपगच्छत् सत्यं सत्यं तर्हि अलः अन्त्यस्य इति अस्ति तर्हि विसर्गस्य स्थाने उत्वं भवति अल् योगः ऊ योगः अन्त्यस्य, अल् योगः ऊ तत्र गुणसन्धिः भवति, अलो योगः अन्त्यस्य, अधुना पूर्वरूपसन्धिः भवति, तर्हि पूर्वपरयोः पूर्वरूपः, ओकारः योगः अकारः, द्वयोः स्थाने पूर्वरूपः अलोन्त्यस्य इति रूपं. सम्यक् अस्तु भगिनि. गीताञ्जलि भगिनि. आम्, षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति. इति सूत्रम् इति वदति गुणकार्यं यत् भवति तत् पूर्ण धातोः न भवति, किन्तु यत् अल् यः अल् वर्णः अन्ते अस्ति चेत् तस्यैव गुणकार्यं स्वीकरोति. एतत् सूत्रं केवलम् अत्र गुणकार्यस्य कृते एव अस्ति वा अलोन्त्यस्य? न, अन्तिमवर्णे कार्यं अलोन्त्यस्य इति परि. सम्यक् भगिनि. तर्हि अत्र अस्माकं सार्वधातुकार्धधातुकयोः इति सूत्रे कः क्लेशः अस्ति? किमर्थम् अलोन्त्यस्य? येन विधिस्तदन्तस्य इति वदति अङ्गम् अपि च अन्ते अपि च द्वयोः कार्यं भवति, किन्तु अत्र अलोन्तस्य वदति पूर्णधातोः कार्यं न भवति, केवल अल् अन्ते कार्यं भवति. सत्यं सत्यं, समीचीनं. तर्हि अत्र इकः अङ्गस्य इति सारधातुकार्धधातुकयोः इति सूत्रे अनुवृत्तिसूत्रे इकः अङ्गस्य गुणः इति उक्तं. तर्हि अङ्गस्य गुणः इति चेत् सम्पूर्णाङ्गस्य गुणः, सम्पूर्णाङ्गस्य गुणः भवति चेत् अनिष्टरूपापतिः भवति, अनिष्टरूपं प्राप्नुमः. तदर्थम् अत्र अलोन्त्यस्य इति सूत्रस्य आवश्यकता अस्ति. तत् सूत्रं वदति यत्र षष्टिविभक्तिः द्वारा किमपि कार्यं भवति, यथा अत्र अस्मिन् सूत्रे अङ्गस्य इति षष्ट्यन्तं पदम् अस्ति, तेन कार्यं भवति. कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. अत्र अङ्गस्य इति षष्ट्यन्तं पदम् अस्ति, तर्हि अङ्गस्य गुणः इति सूत्रे उक्तमस्ति, तर्हि सम्पूर्णाङ्गस्य गुणः भवति, तथा न भवतु अत्र अन्तिम अल् वर्णस्य स्थाने गुणः भवति. अतः एव सूत्रे दत्तमस्ति षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः स आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति. तर्हि सूत्रे वयं पश्यामः यत्र षष्ट्यन्तं पदम् अस्ति तेन किमपि कार्यम् अस्ति, यथा अत्र अङ्गस्य इति षष्ट्यन्तपदेन कार्यम् अस्ति, तर्हि तस्मिन् सन्दर्भे अलोन्त्यस्य इति सूत्रम् आगत्य वदति तत्र सम्पूर्ण अङ्गस्य स्थाने कार्यं नास्ति, सम्पूर्णपदस्य स्थाने कार्यं नास्ति, परन्तु अन्तिम अल् वर्णस्य स्थाने कार्यम्. अल् वर्णः इत्युक्ते स्वरः भवतु, व्यञ्जनं भवतु, यत्किमपि भवतु, वर्णः कोऽपि वर्णः अस्ति चेत् अन्तिमवर्णस्य स्थाने एव कार्यं भवति इति एतत् सूत्रं वदति. तर्हि अत्र अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने, षष्ट्याद्वारा यत्र कार्यम् अस्ति तत्र अन्त्यस्य अलः अन्तिम अल् वर्णस्य स्थाने कार्यं भवति इति सूत्रं वदति. अस्तु, विद्यमानः इति तत्र स्पष्टीकरोति. अन्त्यस्य अलः इत्युक्ते अन्तिम अल् वर्णः यः वर्णः विद्यते तस्य स्थाने कार्यं भवति, यः अन्तिम अल् वर्णः अस्ति तस्य स्थाने कार्यं. केवल आदेश भवति, यदि किमपि अन्यकारणेन आगच्छति तदनन्तरं न. न, आदेशः एव खलु. षष्ठी इत्यस्ति चेत् तत्र षष्ट्या स्थाने किमपि कार्यं भवति, अत्र लोपकार्यम्, आदेशकार्यं, षष्टिस्थाने कीदृशकार्यं भवितुम् अर्हति? आदेशः, आदेशः इति कार्यं खलु, आदेशः एव. आगमषष्टि न, आगम आगम तु यस्य यस्य आगमः अस्ति तस्य आदौ आगच्छति अथवा अन्ते आगच्छति, तत् अतः तत्र अत्र तु आदेशः एव विद्यमानः, आदेशः, यतोहि आदेशः एव षष्ट्यन्तपदस्य स्थाने आगच्छति खलु. षष्ट्या इति तृतीया वा? षष्ट्या इति अत्र तृतीया विभक्ति, हा, तृतीया इति अस्ति. नदी, नद्या, षष्ट्या. एकः संशयः, अलोन्त्यस्य what is the connection between this and the eco guna vriddhi? Because we are talking about guna, where guna takes place. This alontyasya means what is exactly the connection between the two? द्वयोः कनेक्षन् नास्ति भगिनी. जाता अलोन्त्यस्य इति सूत्रं वदति यत्र सूत्रेषु सम्पूर्णतया कस्यचित् पदस्य कार्यं भवति, तत्र सम्पूर्णतया पदस्य मा भवतु, अन्तिमवर्णस्य भवतु इति वदति. इको गुणवृद्धिः इति किं वदति इति चेत्, यत्र सूत्रेषु गुणकार्यम् इति अस्ति चेत् तत्र इक् वर्णस्य एव गुणः भवतु इति वदति. तत्र पृथक् अस्ति, द्वयोः क्षेत्रं पृथक् अस्ति, सम्बन्धः नास्ति. षष्ठीस्थाने योग इति अस्ति खलु, तद्वत् सप्तमी स्थाने परे पूर्वं कार्यं भवति इत्यपि सूत्रमस्ति वा? हा, तस्मिन् इति निर्दिष्टे, तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रमस्ति. तत्र तृतीयायाः अपि, तृतीयायाः प्रायः अस्ति, इदानीम् अहं न स्मरामि. तृतीयायाः अपि अस्ति, सप्तम्यन्तं तु अस्ति, पञ्चम्यन्तं तु अस्ति, षष्ठी अपि अस्ति, तृतीयान्तम् इदानीं द्रष्टव्यं, न स्मरामि. एतत् सर्वं प्रथम अध्याये प्रथमपादे एव दत्तवान् खलु? सत्यं सत्यं, संज्ञासूत्राणि, परिभाषासूत्राणि. तृतीयान्तं न न स्तोष्टुनाश्चुः सहायकसूत्रं नास्ति, विधिसूत्रमस्ति. विधिसूत्रमस्ति आम्, किन्तु तत्र तृतीय आगच्छति खलु? तत्र परिभाषासूत्रमस्ति वा इति पृच्छति भगिनि. ओ अस्तु अस्तु, क्षम्यताम्. अस्तु, तर्हि अग्रे मम प्रश्नः वर्तते, क्षम्यताम्. अत्र पश्यतां, सार्वधातुक आर्धधातुकयोः इति अस्ति, अङ्गस्य गुणः इति उक्तम्. इको गुणवृद्धिः इति परिभाषया इकः स्थाने भवति इति स्पष्टतया अस्ति. अधुना अत्र अलोन्त्यस्य इति परिभाषस्य का आवश्यकता अस्ति? नाम अत्र भू अस्ति किल, तत्र अङ्गस्य नाम इकः स्थाने भवति इति स्पष्टतया ज्ञायते. तर्हि पुनः भा प्लस् भू प्लस् ऊ अस्ति किल, ऊकारः एव इकः अन्तर्भूतः अस्ति. तर्हि अङ्गस्य इत्यस्य तस्य अङ्गस्य इति इत्यस्य का आवश्यकता? अङ्गस्य इकः इति अस्ति खलु, तर्हि अङ्गस्य इत्यस्य कीदृशकार्यं, तस्य रोल् किम्? अङ्गस्य भवतु, किन्तु तत्रापि नाम न इकः स्थाने एव भवति, परन्तु अङ्गस्य इति पदम् अस्ति खलु, अङ्गस्य इत्यनेन सम्पूर्ण अङ्गस्य इकः गुणः भवति. तर्हि भू इति अङ्गम् अस्ति चेत् इक् वर्णस्य गुणः भवति, परन्तु सम्पूर्ण अङ्गस्य भवति. तर्हि भू योगः ऊ इति अस्ति चेत् उकारस्य गुणः भवति, परन्तु तादृश ओकारः सम्पूर्णभू इति अङ्गस्य स्थाने भवति. अलोन्त्यस्य इति न आगच्छति चेत् तर्हि भू इत्यस्य स्थाने ओकारः आगच्छति, ओ योगः अयोगः ति इति भवति. अस्तु, यद्यपि भकारः इति नास्ति, हा इति नास्ति, तत्र इक् वर्णस्य गुणः तत्तु सम्यक्, परन्तु अङ्गस्य गुणः इति उक्तं खलु, सम्पूर्ण अङ्गस्य गुणः. यावत्पर्यन्तम् अलोन्त्यस्य इति सूत्रं न आगच्छति तावत्पर्यन्तं न अवगन्तुं शक्नुमः अन्तिमवर्णस्य एव गुणः, न तु सम्पूर्ण अङ्गस्य. अस्तु अस्तु, धन्यवादः. अस्तु, तर्हि अग्रे अरुणा भगिनी पठति वा? भोयोगः अयोगः इति. आं महोदय, भो योगः योगः आयोगः इति सन्धिप्रकारेण एकं सन्धिप्रकरणे एकं सूत्रम् अस्ति, यचोयावायवः यान्तवान्तिसन्धिः इति लोके उच्यते. अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत् अङ्गस्य अन्ते ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि ओकारस्य स्थाने औ आदेशः भवति. अङ्गकार्यं कृत्वा तदनन्तरं वर्णमेलनमेव करणीयं. सन्धिप्रकारेण किं सूत्रम् आवश्यकम् इति चेत् यचो अयवायावः सूत्रम् परन्तु यान्तवान्तिसन्धि अपि लोके नामकरणम् अस्ति. अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चेत् तदनन्तरं कोऽपि स्वरः अस्ति चेत् पूर्वपरयोः स्थाने एकवर्णः आगच्छति, औ आदेशः भवति. तर्हि भो योगः अयोगः इति तत्र किं भवति? ओ स्थाने योग आस्थाने अव् आगच्छति. तर्हि प्रथमम् अत्र भूयोगः अयोगः ति इति अस्ति, तत्र गुणकार्यं यथा पूर्वं दृष्टम् उकारस्य गुणः भवति भोयोगः अयोगः ति इति अस्ति. अधुना अत्र अ इति अजादिः अस्ति, अच् वर्णः अस्ति, भो इत्यस्य अन्ते ओकारः अस्ति, अतः यान्तावान्तदेशसन्धिः भवति, ओकारस्य स्थाने अव् इति आदेशः भवति. तर्हि भकारः योगः अव् भव् योगः अ भव इति अङ्गं भवयोगः ति भवति इति रूपं भवति, यथा अत्र प्रदर्शितमस्ति. बकारः योगः अव् योगः अयोगः ति, तर्हि भव् इति अस्ति भव्, तदनन्तरम् प्रत्ययं योजयामः शप् इति प्रत्ययं योजयामः भवयोगः ति भवति इति रूपम्. अत्र तदर्थम् अत्र यान्तावान्तदेशसन्धि तदर्थम् अत्र सूत्रमस्ति एचोय वायावः इति अस्ति. एचोय वायावः अत्रापि एचः एचः अयवायावः इत्यस्ति, एचः अयवायावः. अत्र अत्र कीदृशसन्धिः अस्ति एचोय वायावः? विसर्गस्थाने उकारः आगच्छति, गुणः भवति, सन्धिः भवति, तदनन्तरं लोपः अचुवर्णस्य लोपः भवति. अचुवर्णस्य लोपः इति न वदामः भगिनि, अत्र पूर्वपरयोः पूर्वरूपादेशः, पूर्वरूपादेशः, लोपः नास्ति तत्र. यथा पूर्वं दृष्टम् अलोन्त्यस्य अत्रापि समानम् एचः अयवायवः क्षम्यताम् एचः अयवायवः इत्यस्ति. तर्हि एचः इति तत्र विसर्गस्य स्थाने प्रथमतया तत्र उत्त्वं भवति, यत्र ह्रस्व अकारः परः अस्ति, उत्त्वं भवति. तर्हि एच एच् योगः उ गुणसन्धिः भूत्वा एचो योगः अयवायवः. एचो इति तत्र पूर्वरूपसन्धिः, ओकारयोगः अकारः पूर्वरूपसन्धिः, एचोय वायावः इति आगच्छति. तर्हि अत्र एचोय वायावः इति सूत्रम् अधुना पठामः, अत्र यान्तादेशसन्धिविधायकं सूत्रम्. प्रश्नः प्रत्याहारः अस्ति किल, पदस्य षष्ट्यन्तम् एचः इति अस्ति. अस्तु, अत्र उमा भगिनी पठति वा? पठामि. एचो अयवायावः एचः ए ओ ऐ औ न, अत्र सम्यक्तया उच्चारयतु. सूत्रं किम्? एचो अयवायावः, तत्र अकारः न श्रवणीयं नास्ति, किन्तु पठनसमये एचो यावायावः एचोय वायावः. हा सम्यक्, एचो यवायावः एचः ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ आय् आव् इत्यादेशाः भवन्ति अचिपरे. क्रमेण इत्युक्तं यथा सङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रस्य साहाय्येन. ऐ च औ च आय् च आव् च तेषाम् इतरेतरद्वन्द्वः अयवायावः. एचः षष्ट्यन्तम्, अयवायावः प्रथमान्तम्, द्विपदम् इदं सूत्रम्. इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिः सहितसूत्रम् एचः अयवायावः अचि संहितायां. Here, see, I'm struggling sometimes to speak in Sanskrit, no? This slowly I'll pick up. एचो यवायावः इति सूत्रेण एचः स्थाने क्रमेण ऐ आव् आय् आव् आदेशाः भवन्ति अचिपरे, आफ्टर् आ अचिपरे क्रमेण यथा सङ्ख्यम् अनुदेशः अस्मिन् सूत्रे स्थाने किं स्थाने अचिपरे न न स्थाने इत्युक्ते किं स्थाने इत्युक्ते स्थाने कार्यं भवति स्थाने कस्य स्थाने कार्यं भवति षष्टिस्थाने एचः इति षष्ट्यन्तं पदम् अस्ति तस्य स्थाने किमपि कार्यं भवति एचः इत्युक्ते एच् इत्युक्ते तर्हि एचः स्थाने तर्हि अत्र एकारः ओकारः ऐकारः औकारः अस्ति चेत् तस्य स्थाने किमपि कार्यं भवति कीदृशकार्यम् आदेशः भवति अत्र अत्र कस्य आदेशः अत्र सूत्रे पश्यामः चेत् एचः स्थाने अयवायवः इति अस्ति अयवायवः इति अस्ति अयवायवः इति चेत् तत्र वयं न जानीमः अत्र सूत्रं दृष्ट्वा न जानीमः कस्य स्थाने किं भवति इति न जानीमः सूत्रे न उक्तम् एचः स्थाने अयवायवः इति एव उक्तं तर्हि कस्य स्थाने कः वर्णः इति न उक्तं तदर्थम् अत्र परिभाषासूत्रमस्ति यथासङ्ख्यम् अनुदेशः समानाम् इति अस्ति नाम् इति भवेत् यथासङ्ख्यम् अनुदेशः समानाम् इति अस्ति तत् सूत्रं वदति तत् सूत्रं किं वदति इति चेत् क्रमेण भवति यत्र सूत्रेषु कस्य स्थाने कः वर्णः इति न उक्तं परन्तु अत्र सङ्ख्या समाना अस्ति एकारः ओकारः औकारः इति अस्ति चत्वारः आदेशाः सन्ति चत्वारः स्थानिनः सन्ति अपि च चत्वारः आदेशाः अपि सन्ति एकारः ओकारः ऐकारः स्थानिनः अपि च आदेशाः ऐ औ आय् औ इति आदेशः चत्वारः आदेशः समानसङ्ख्यकाः द्वयोः यत्र समानसङ्ख्या अस्ति तत्र यथासङ्ख्यम् अनुदेशसमानाम् इति सूत्रेण अत्र क्रमेण आदेशः भवति एकारस्य स्थाने ऐ ओकारस्य स्थाने अव् ऐकारस्य स्थाने आय् औकारस्य स्थाने आव् इति क्रमेण आदेशः भवति तर्हि एचः स्थाने अयवायवः इति आदेशः भवति कदा भवति यदा संहितायाम् अस्ति यत्र सामीप्यमस्ति वर्णानां सामीप्यं नैकट्यम् अस्ति तत्र भवति अत्र निमित्तं किमिति चेत् अश्वर्णः परः अस्ति चेत् एव भवति तर्हि एचः स्थाने अयवायावः आदेशः भवति क्रमेण अचीपरे इत्युक्ते अच्वर्णः परः अस्ति अचि इत्यस्य विभक्तिः का सप्तमी सप्तमी इत्युक्ते पूर्वकार्यं तर्हि अच्वर्णः अस्ति चेत् तस्मात् पूर्वम् एच् प्रत्याहारस्य वर्णः अस्ति चेत् तस्य स्थाने कार्यं भवति क्रमेण कार्यं भवति स्पष्टमस्ति वा स्पष्टं सम्यक् स्पष्टम् अस्तु धन्यवादः सत्यम् अचीपरे इति निमित्तमस्ति संहितायां विषये एव भवति यत्र सामीप्यम् अस्ति वर्णानां सामीप्यम् अस्ति यत्र सामीप्यं नास्ति तत्र सन्धिकार्यं न भवति यदा अत्र अत्र एचोय वायावः इति सूत्रे सन्धिकार्यम् अभवत् खलु यतोहि सामीप्यम् अस्ति वर्णानां नैकट्यम् अस्ति अतः कार्यं भवति यत्र पृथक् पृथक् अस्ति दूरम् अस्ति एचः इति उक्त्वा किञ्चित् कालानन्तरम् अयवायवः इति वदामि चेत् तत्र सन्धिः सन्देहे अवकाशः नास्ति परन्तु यत्र एचोयवायावः इति अत्र यत्र सामीप्यम् अत्र कालस्य व्यवधानं नास्ति तस्मिन् सन्दर्भे एव सन्धिः भवति अतः तस्मिन् सन्दर्भे सन्धिः करणीयः इति अस्ति सन्देहे अपि वैकल्पिकमस्ति परन्तु यत्र विवक्षा अस्ति, सन्धिकरणार्थं विवक्षा अस्ति, तत्र सन्धिः कुर्मः, सन्धिं कुर्मः. अस्तु, तर्हि अत्र स्थगयामः, समयः अपि अभवत्. कोऽपि प्रश्नः वा भगिनी? अत्र परिभाषासूत्रं सर्वे एकस्थाने नास्ति, अत्र तृतीयपादौ प्रथमाध्याये प्रायेण बहवः सूत्राणि प्रथमाध्याये सन्ति. प्रथमाध्याये प्रथमपादे इति एव नास्ति, तथा नास्ति. तत्र तृतीयपादे अपि सन्ति कानिचन. अस्माकं तस्य लोपः 139 इति अस्ति, एतद् 1310. तत्र अनुवृत्ति सर्वं दृष्ट्वा एव पाणिनिः तत्र स्थापितवान्. पाणिनिः तत्र किम् आवश्यकं पुनः वदतु. यथासङ्ख्यम् अनुदेशः समानां, समानाम् इत्युक्ते षष्टि न समानाम् इति समानं नास्ति. समानं नो, समानं इति उक्तमस्ति, परन्तु वस्तुतः करपत्रे समानम् इति लिखति. करपत्रे समानम् इति लिखितमस्ति, परन्तु सर्वत्र पश्यामः चेत् समानाम् इति षष्टि बहुवचनम् अस्ति. षष्टि बहुवचनं समानस्य समानयोः समानाम्. अस्तु, अत्र स्थगयामः. धन्यवादः सर्वेषां. नमस्कारः. नमस्कारः.